सर्वेभ्यः नमो नमः। भाषापाकः इति पुस्तकं त्रिपञ्चाशत् विषयः आसीत्। आहविषये पुनः किञ्चित्। आह वच् वद् एते धातवः एकस्मिन् अर्थे सन्ति, परन्तु प्रयोगाः सम्यक् न, एकस्मिन् विषये प्रयोगाः तथा न सन्ति। लकारविषये यदा प्रश्नः आगमिष्यति चेत् रूपाणि सम्यक् न सन्ति। तस्मिन्नेव विषये अस्माकं उपस्थापनमस्ति। सरिता भगिन्याः, भगिनी करवाणि वा? आमाम्। आहविषये किञ्चित्, पूर्वतनपाठे वयं दृष्टवन्तः व्यवहारे लकारप्रयोगरूपे वदधातोः सर्वदा प्रयोगः भवति, यथा वदति, वदत, वदतः, वदन्ति इति दृश्यन्ते। परन्तु यत्र कृदन्तरूपे प्रयोगः भवति तत्र वदधातोः प्रयोगः न भवति, तत्र वचधातोः प्रयोगः प्रायशः भवति, यथा उक्तः, उक्तवान्, उक्त्वा इति। तत्र अन्यत् एकम् अपि अस्ति, वचधातोः बहुवचनरूपे प्रयोगः अपि लौकिकव्यवहारे न दृश्यन्ते, केवलं तस्य षट् रूपाणि लट् लकारे सिद्ध्यन्ति। यदा भवान् उक्तवान् वच् वद् ब्रू आदयः अर्थः परिभाषणे एव वक्तायाम् इति तस्य अर्थः, परन्तु तेषां प्रयोगः भिन्नभिन्नं भवति, यथा उक्तं वदधातो लट्लकारे भवति सामान्यतया भवति, तस्य केवलं षट् रूपाणि भवन्ति बहुवचनस्य, बहुवचने नास्ति। कृदन्तरूपे वचधातोः प्रयोगः प्रायशः दृश्यते, तथा ब्रूधातोः अपि किञ्चित् किञ्चित् भिन्न भिन्न ब्रूधातोः अपि किञ्चित् भिन्नम् अस्ति। तत्र कुत्रचित् आह अपि श्रूयते ब्रूधातोः प्रयोगे, कथं भवति तत्र आह इति? तत्र ब्रुवः पञ्चानामादित् आहो ब्रुवः इति पाणिनेः सूत्रमस्ति 3.4.84। तत्र लघुसिद्धान्तकौमुद्यां वरदराजे वरदराजः विवृणोति, एतदेवं सर्व लघुसिद्धान्तकौमुद्याम् अस्ति एव, तत् केवलं पठामि। ब्रूधातोः लट्लकारविषये परस्मैपदस्य आदितानां पञ्चप्रत्ययानां विकल्पेन नल् अथुस् उस् तल् अथुस् एते आदेशाः भवन्ति, तथा च ब्रूधातोः आह आदेशः भवन्ति। तत्र ब्रूधातोः आह आदेशः लट् लकारे भवति, केवलम् अन्यत् अन्यत् तत्र विवरणमपि अस्ति। ब्रूय् वक्तायां वाचि इति अदादिगणस्य धातुः, अस्मात् धातोः लट् लकारस्य परस्मैपदस्य सित्तस् जि सित्थस् एतेषां पञ्चप्रत्ययानां विकल्पेन क्रमेण नल् अतुस् उस् थल् अथुस् एते आदेशाः अनेन सूत्रेण विधीयन्ते, तथा च एते आदेशाः यदा भवन्ति भ्रूधातोः आह इति अपि परिवर्तनं भवति। तेन कारणेन कर्तरि लट्लकारप्रयोगे परस्मैपदे तत्र प्रथमपुरुषस्य, द्वितीयपुरुषस्य वचनं एतानि भवन्ति केवलं पञ्च। प्रथमपुरुष एकवचनं, द्विवचनं, बहुवचनमस्ति। अत्र आह आहतुः, आहुः, आत्थ आहतुः, केवलं पञ्चरूपाणि एव भवति, तत्र आह आह इति श्रूयते। अनेन सूत्रेण ब्रूधातोः आह आदेशः, तस्य प्रयोगाः अपि लट् लकारे भवति, इति सर्वम् अन्यः. अन्यत्र लिट् लुट् लृट् आदिषु लकारेषु तत्र वचिरादेशः भवति. तत्र सूत्रम् अस्ति भ्रुवो वचि 2.4.53 इति सूत्रेण भ्रुवो वचिरादेशः भवति. तत्र भ्रू धातोः तत्र वच इति आदेशः भवति. स्मर्तव्यम् अत्र आह इति न. तेन कारणेन अन्यत्र लिट् लुट् लुट् इति एतेषु लकारेषु आह इति न श्रूयते. तत्र वचिरादेशकारणात् आह इति प्रयोगः सम्भव एव न सम्भवति. वामनमल्लिनाथादयः मते आह केवलं लटि लट् लकारे एव भवति. अन्याः भूतकाले अथवा लिङ्लकारे प्रयोगाः भ्रमम् एव उत्पाद्यन्ते. परन्तु आह इति चादिगणे स्थितः निपातः खलु. चादयोः असत्त्वे इति तस्य निपातसंज्ञा सूत्रमस्ति 1.4.57. निपातः अस्ति, तिगन्तप्रतिरूपकाणि अव्ययमपि अस्ति. तत्र स्वरादिनिपातम् अव्ययम् इति सूत्रेण 1.1.37. अन्यान् वैयाकरणानां मते तिगन्तप्रतिरूपकत्वेन कालसामान्यत्वम् अपि सिद्ध्यति. तस्य अर्थः कः? आह अव्ययं निपातसंज्ञा अस्ति, तिगन्तप्रतिरूपकाणि अव्ययमपि अस्ति, कालसामान्यत्वमपि अस्ति. तस्य अर्थः यः आह अव्ययं काल सूचयति, क्रिया अपि सूचयति. तु क्रियापदरूपेण भवति, कालरूपेण अपि भवति. तस्य आधारेण भूतकाले लिङ्लकारे अपि प्रयोगः आह इति अव्ययस्य प्रयोगः दोषाय न. तदर्थे निम्ने भूतकालार्थे कृताः प्रयोगाः अपि साधु एव. तत्र पुस्तके कानिचन उदाहरणानि दत्तानि सन्ति. केवलम् एकं द्वे उदाहरणं पठामि. आह दानवरिपुं दिवस्पतिः, तत्र आह इति अव्ययमस्ति. किमर्थं तस्य भूतकाले प्रयोगः भवति? अन्यत् अस्ति, भगवद्गीतायामपि उदाहरणमस्ति 1.20 प्रथम अध्याये 20 श्लोके, ऋषिकेशं तदा वाक्यम् इदम् आह महीपते. तत्र आह अपि भूतकाले एव अस्ति. तत्र तस्य समर्थनम् अस्ति आह इति दिगन्तप्रतिरूपकाणि अव्ययमस्ति, कालसामान्यत्वम् अस्ति. सो सारांशे अपि यदि वदामः चेत्, यदि वच वद ब्रू एते धातवः वक्तायां वाचि इति अर्थेण अस्ति एव, एकमेव तस्य अर्थः. परन्तु तस्य उपयोगः, तस्य प्रयोगः भिन्नभिन्नरूपेण भवति. वच वद धातुः लट् लकारे तस्य प्रयोगः भवति, बहुवचनरूपेण न. कृदन्तरूपप्रयोगे वच धातुः भवति. भ्रूधातोः आह इति आदेशः यत्र अस्ति चेत् तत्र लट् लकारे भवति, अपि च आह इति निपातसंज्ञारूपेण तस्य अव्ययरूपेण अपि तस्य प्रयोगः भूतकाले अथवा अन्यलकारे अपि सम्भवति. समीचीनम्, अत्युत्तमम्. अस्तु, इदानीं तस्मिन्नेव विषये अस्माकं चर्चा समाप्ता. आह रु वच वद् वच वद एतत् सर्वं ये आसन् तद्विषये इदानीं समाप्तं विषयः. अद्य नूतनविषयः अस्ति. नूतनविषयः अस्ति तत्र आगामिसप्ताहे विनोद महोदय कर्तुं शक्यते वा उपस्थापनं महोदय उत्तरदायित्वम् अस्ति अद्य अस्तु अहं प्रयत्नं करिष्यामि अस्तु आरम्भं करोतु तर्हि पठतु कृपया पिदधाति इत्यत्र को दातु शिष्य वदति आचार्य पिदधाति इत्यत्र कः दातु शिष्य प्रश्न पृच्छति पिदधातु धातु कः किं प्रकार धातु अस्ति आचार्य वदति भवान् एव विचिन्त्य वदतु कः धातु स्यात् इति आचार्य वदति किं किं किं प्रश्नं पृच्छति किं विचार ददाति कुत्र कः विदधाति प्रश्नं कुर्वन्ति पिदधाति इत्युक्ते अर्थं जानाति वा न जानाति अस्तु अस्तु पिदधाति इत्युक्ते रुद्र द्वारमस्ति खलु भवान् द्वारं पिदधातु कृपया रुद्र षट् द्वार तो उद्घाटनमस्ति इत्युक्ते द्वारम् उद्घाटयतु खलु द्वारम् उद्घाटयतु अन्ते कोऽपि नास्ति द्वारम् उद्घाटयतु इदानीं गृहं यदा बहिः अस्ति इदानीं खलु बहिः अस्ति गृहस्य बहिः इदानीम् अन्ते आगन्तुम् इच्छति चेत् द्वारम् उद्घाटयतु इदानीं गृहस्य अन्ते इदानीं स्मः यदा गृहस्य अन्ते आगमिष्यामः पुनः किं कुर्मः द्वारं पिदधामः इत्युक्ते गृहस्य अन्ते अस्ति खलु अन्ते यदा अन्ते आगमिष्यामः चेत् तदनन्तरं पिदधामः उद्घाटनस्य विपरीतशब्दः उद्घाटयति पिदधाति इति विपरीत अर्थाः सन्ति इदानीम् अवगच्छति वा इदानीम् अवगच्छति उद्घाटन समये विपरीत शब्द प्रयोग करोति परन्तु अन्ते कोऽपि अन्ते आगमिष्यामि तत्र पिदधाति प्रयोगं कुर्वन्ति हा गृहस्य उद्घाटनं खलु गृहस्य उद्घाटनम् इति जानाति वा उद्घाटनम् इत्युक्ते किम् ओपेन् बहिः अस्ति द्वारम् इदानीम् उद्घाटयतु बहिः अस्ति इदानीम् अन्तम् आगन्तुम् इच्छति चेत् द्वारम् उद्घाटनं भवति हा तर्हि पिदधाति इत्युक्ते तस्य विपरीत अर्थः इदानीम् अवगच्छति वा पिदधाति इति अस्ति अस्तु तर्हि तस्य अर्थः कः इदानीं प्रश्नः किं पृच्छति इदानीं शिष्यः आचार्यः पिदधाति इति कोऽपि क्रियापदमस्ति तत्र धातुः कः अस्ति इति तस्य प्रश्नः आचार्यः वदति भवान् एव विचिन्त्य वदतु कः धातुः स्यात्। विचिन्त्य कीदृशरूपमस्ति? विचिन्त्य का प्रत्ययः पठितवन्तः वयम्? तत्र कुशलमहोदय लेमन्त् लेमन्त् प्रत्यय लेमन्त् रूपं देवकान्त महोदय लबन्त प्रत्यय महोदय। अन्यत् उदाहरणम् आगत्य उपविश्य अस्तु। तत्र अश्लेष महोदय प्रक्षाल्य अस्तु। विचिन्त्य इत्युक्ते चिन्तनं कृत्वा भवान् वदतु, प्रथमे चिन्तनं करोतु अनन्तरं वदतु, विचिन्त्य वदतु इति अस्ति। अस्तु समीचीनम्। अग्रे कुशलमहोदय शेषः पेद् इति धातुः हलन्त् अस्ति वा? हलन्त् अस्ति वा? न पेद स्पष्टतया पेद इति धातुः तु नास्ति इति अहं भावयामि, अहं चिन्तयामि। आचार्यवत् इति युक्तं कः युक्तिः इत्युक्ते कः चिन्तनं? तर्हि पेद इति धातुः नास्ति, वदतु पुनः। युक्तम् इत्युक्ते युक्तं कः युक्तिः, कः चिन्तनं, कः कारणः? चिन्तयति नास्ति, न अत्र तथा नास्ति। युक्तम् इत्युक्ते समीचीनम्, समीचीनम् अत्युत्तमम्। देवकान्तमहोदय सम्यक् युक्तम् इत्युक्ते आमामां भवतः यत् चिन्तनमस्ति पिध इति धातुः नास्ति, तत्तु सम्यक् एव। पिध इति कोऽपि धातुः नास्ति इति वदति सः। अस्तु अग्रे सरामः। इदानीं देवकान्तमहोदय आं महोदय। शिष्यः धाता धातोः दधाति इति रूपं सम्भवति, धातु इत्येषः उपसर्गः तत्तुल्यः वा वक्तव्यः? शिष्यः वदति यदि धा धातु अस्ति चेत् तस्य क्रियारूपमस्ति लट् लकार, तस्य क्रियारूपमस्ति दधाति इति, तस्य संशयः अस्ति पि इत्युक्ते उपसर्गः तुल्यं वा इति तस्य संशयः अस्ति। इत्युक्ते शिष्यः वदति धा इति धातुः अस्ति, यदि धा धातुः अस्ति चेत् दधाति इति रूपं सम्भवति। धा इति धातुः दधाति भवति चेत् कस्मिन् गणे स्यात्? सम्यक् सम्यक्। खलु द्वितीयगणे स्यात्, द्वितीयगणे स्यात् यदि अस्ति चेत्। अत्र लिखितं नास्ति परन्तु चिन्तनं तु तथा स्यात् खलु। यदा पठामः धा धातुः दधाति इति रूपं सम्भवति इत्युक्ते द्वितीयगणे स्यात्, तदा तु पि इत्यस्य उपसर्गः तुल्य वा तुल्यः वा वक्तव्यः? पि इति उपसर्गः इति अस्ति वा इति तस्य चिन्तनं, शिष्यस्य चिन्तनं। पिध इति धातुः नास्ति कोऽपि इति अहं चिन्तयामि। आचार्यः वदति आमां सम्यक्, यदि पिध इति धातुः नास्ति तर्हि धातुः कः स्यात्? धा इति धातुः स्यात् खलु? सर्वे अवगच्छन्ति इदानीं खलु? धा इति धातुः, यदि धा धातुः अस्ति चेत् दधाति इति रूपं सम्भवति, परन्तु पि कुतः आगतः इति तस्य प्रश्नः. पि इत्युक्ते प्रायशः उपसर्गः स्यात् इति इदानीं शिष्यः चिन्तयति. आचार्यः किं वदति अग्रे? हा महोदय, पठतु तत्र देवकान्तमहोदय. उपसर्गावल्यां पि इत्येतत् नास्ति. आचार्यः वदति पि इत्युक्ते उपसर्गः नास्ति. कति उपसर्गाः सन्ति अत्र प्रश्नः आयाति खलु? कति उपसर्गाः सन्ति? द्वाविंशति उपसर्गाः सन्ति. द्वाविंशतिः द्वाविंशतिः द्वाविंशतिः खलु? किं भगिनि? प्रादिगणे ये ये निपाताः सन्ति ते सर्वे उपसर्गाः अपि इति ते दशम खलु? द्वाविंशतिः सन्ति. इदानीमेव चर्चयामः किं किम् अस्ति. हा, नास्ति चिन्ता, परन्तु द्वाविंशतिः सन्ति. तर्हि आचार्यः किं वदति? महोदय पुनः वदतु, देवकान्तमहोदय. उपसर्गावल्यां तु पि इत्येतत् नास्ति. उपसर्गावली इति इत्युक्ते द्वाविंशति उपसर्गाणाम् आवलि, मीन्स् ग्रूप्. आवली जातिः इति आवलि खलु? जाति, आमाम्. आवलि, आवलिः ये सन्ति, हा, इत्युक्ते यः जातिः अस्ति तत्र तत्र नास्ति खलु? पि इति तु नास्ति. तर्हि द्वाविंशतिः उपसर्गाः के के इति प्रश्नः आयाति खलु? द्वाविंशतिः के के सन्ति इति. हा, द्वाविंशतिः तु अस्ति एव इति सर्वे जानन्ति खलु? समीपे अस्ति वा द्वाविंशतिः इति? प्र निर् दुर् रुस् वि आङ् नि अधि अपि अति तु उद् अभि प्रति परि उत् इति. न न, दद्विंशतिः अभवत्. निः दुः इति द्वाविंशतिः. तत् यत् भवती उक्तवती तत्तु विंशतिः एव. पुनः एकवारं गणनं करोति चेत् तत् विंशतिः एव. अन्ते यत् सत्य निः दुः, तर्हि भवति द्वाविंशतिः पुनः. परन्तु परन्तु भवान् निः दुः यत् ये ये भवति तत्र तु ससजिषोः रुः इत्यनेन तस्य तस्य परिवर्तनं भवति. निस् अस्ति चेत् निस् अस्ति चेत् तस्य निर् भवति. निर् अस्ति चेत् अनन्तरं उपसर्ग विसर्ज करवसानयोः विसर्जनीयस्य इत्युक्ते तत्र निः भवति. तत्र परवाक्यं परवाक्यं तत् अस्ति, परन्तु गणनं करोतु यद् भवती उक्तवती तद् विंशतिः एव. तत्र विंशतिः एव प्रादिगणे तु केवलं विंशतिः एव अस्ति. हा, परन्तु द्वाविंशतिः जनाः वदन्ति. किमर्थम् इत्युक्ते तत्र निः दुः अपि सन्ति तत्र. इति द्वे उपसर्गे अपि स्तः खलु? आमामां, मम समीपम् उपसर्गाणां आवलिः अस्ति वा? आवलिः अस्ति, आमां. तत्र अस्ति अस्ति अस्ति अस्ति एव. आमां, दुस् दुस् अस्ति, निस् दुस् इति. हा, तत्र हकारस्य सकारः इति प्रायः कुत्र कुत्रापि इति लेखनं तादृशमस्ति. अद्यतनविषयः अपि अस्ति तस्मिन्नेव विषये. उपसर्गाः ये द्वाविंशतिः अस्ति केवलं तावत् न सन्ति. उपसर्गाः इत्युक्ते कुतः आगतः? संस्कृते व्याकरणः कुतः आगतः? भाषातः खलु? भाषातः व्याकरणः. व्याकरणः आरम्भे अनन्तरं भाषा इति नास्ति. प्रथमे भाषा अनन्तरं व्याकरणः. तादृशं कृत्वा चेत् इति द्वाविंशतिः इति सन्ति. अस्तु, सर्वेषां समीपे अस्ति एव. पि उपसर्गः नास्ति, अग्रे आयाति अद्य महोदय. पि इति उपसर्गः तु नास्ति, परन्तु अपि इति उपसर्गः अस्ति इति अग्रे अग्रे एतत् विषये चर्चा अपि अस्ति. अस्तु, तर्हि उदयकुमार महोदय अग्रे करोति महोदय. आम् शृणोति वा? आमामां सम्यक्. शिष्य अतः एव उपसर्गावल्यां तु पि इत्येतत् नास्ति, अतः एव सन्देहः मम इति शिष्यः वदति. आचार्य वदति पि इति उपसर्ग आवल्यां नास्ति. शिष्य उत्तरं ददाति मम अपि तदेव सन्देहः अस्ति. अतः एव पिदाय इति लेबन्तप्रयोगस्य दर्शनात् स्पष्टं यत् पि इत्येतः उपसर्गः नास्ति चेदपि तत्तुल्यः कश्चन स्यात् इति शिष्यस्य या पिदाय इति वाक्यमस्ति. तत्र लेबन्तप्रयोगस्य प्रयोगात् इति स्पष्टम्. परन्तु पि इत्येषः उपसर्गः नास्ति इति सः अपि जानाति. परन्तु पि तत् तुल्यः किमपि अस्ति वा इति तस्य मनसि प्रश्नः उदेति. आचार्यः वदति वस्तुतः सः उपसर्गः एव इति वदति. इत्युक्ते अत्र पिददाति अत्र क्रियापदमस्ति, तत्र धातु. परन्तु पिददाति अत्र उपसर्गः वा न इति प्रश्नः उदेति प्रथमे. परन्तु आवल्यां नास्ति. आचार्यः अनन्तरं वदति वस्तुतः तत् अपि सः अपि उपसर्गः एव इति. शिष्यस्य किञ्चित् भ्रमः भवति. प्रथमे आवल्यां नास्ति, अपि उपसर्गः नास्ति, परन्तु आचार्यः तु वदति तत्तु उपसर्गः एव. अग्रे पठामि वा? अन्य पठेत्. अस्तु, हा तर्हि अत्र एतावत्पर्यन्तं किम् अभवत् इत्युक्ते पिदधाति इति क्रियापदमस्ति. कः धातुः? पिध इति आरम्भे चिन्तयति, पिध इति नास्ति धातुः, धातुः अस्ति धा. दधाति इति अपि दृश्यते, परन्तु पि कुतः आगतः प्रश्नः आगच्छति. पि इति उपसर्गः नास्ति, द्वाविंशतिः उपसर्गाः सन्ति, पि ततः नास्ति. यदि पि नास्ति तर्हि कः कुतः पि इति आगतः? यदि अपि उपसर्गः अस्ति खलु, यदि अपि उपसर्गः अस्ति चेत् तत्र तु अकारः अपि दधाति इति अभवत् इति स्यात् वाक्यम्. परन्तु कुतः आगतः इकारः एव इति एतावत्पर्यन्तं प्रश्नः. आचार्यः वदति वस्तुतः सः उपसर्गः एव, इत्युक्ते पि उपसर्गः अस्ति तत्र. कथमेतद् भवति? पि उपसर्गः अस्माकम् आवल्यां नास्ति, श्रेणिः यत् अस्ति तत्र नास्ति. तर्हि पि कथं भवति उपसर्गः इदानीम्? यत् महान् प्रश्नः आपतति अस्माकं पुरतः. अस्तु, अग्रे इदानीं प्रचलनं भवति तस्मिन्नेव विषये पश्यामः. अस्तु, तर्हि सरिता भगिनी अग्रे. अपि अपि यदि यः उपसर्गः अस्ति तस्य एकादेशः सः अत्र अपि उपसर्गः एव शिष्यः शिष्यः एकवारं कथमेतत् कथमेतत् उपसर्गाः तु द्वाविंशतिः एव तेषु पि इत्यते न दृश्यते तत्र उपसर्ग आवली मध्ये पि इति उपसर्गः तु नास्ति कथं कथं पि इति उपसर्गः भवेत् अपि इति यः उपसर्गः अस्ति तस्य एकादेशः सः आचार्य वदति पि इति अपि उपसर्गस्य एकादेशः सः केवलं पि इत्युक्ते केवलं पि अस्ति चेत् अपि तत्र अपि इति उपसर्गः तस्य रूपं भवति तन्नाम अकारलोपः जातः तन्नाम तत्र अनुनासिकसन्धिः अस्ति तत् नाम अकारलोपः जातः किं तत्र अकारस्य लोपः अभवत् वा इति शिष्यस्य प्रश्नः आम् तेन सूत्रेण तत्र कौमुद्यम् अनन्तरम् अस्तु तत्र तत्र विवरणम् अस्ति इति आचार्यः वदति अस्तु अस्तु अपि इति यः उपसर्गः अस्ति तस्य एकदेशः इत्युक्ते तस्य तस्य एकरूपम् अस्ति पि इति एकमेव वर्णेन पि यदि अस्ति चेत् अपि तत्र अपि एव अस्ति इति एकं रूपम् अस्ति अपि उपसर्गस्य एकं रूपम् अस्ति पि इति अग्रसरामः परन्तु तत्र एकदेशः तत्र अपि इति देशद्वयम् अकारः पीकारः इत्युक्ते अपि यदा वदामः ध्वनिः किं किम् आयाति द्वयमेव ध्वनिः अकारः पीकारः अपि इति यः उपसर्गः अस्ति तस्य एकदेशः सः एकदेशः सः एकदेशः सः इत्युक्ते एकः एव ध्वनिः अपि यदा वदामः ईकारः एकः एव ध्वनिः तत्र खलु एकदेशः इत्युक्ते एकः एव ध्वनिः परन्तु अकारः अपि अन्यत् ध्वनिः अस्ति तदेव शिष्यस्य प्रश्नः तर्हि अकारस्य लोपः जातः वा इति शिष्यस्य प्रश्नः आचार्यः वदति आमामाम् अकारस्य लोपः जातः तर्हि केन सूत्रेण इदानीं प्रश्नः अस्तु किं किम् एकदेशः समास इति समासविषये वयं किञ्चित् पठितवन्तः एकदेशः समास तत्र एकादेश एकादेश अस्ति तत्र द्वयोः स्थाने एकमेव आदेशः भवति तत्र एकादेशसन्धिः अस्ति एकदेशः आदेशः इति आसीत् वा तत् एकदेशवाचकः समासं न एकादेशवाचकः समासः सो गुणसन्धिवृद्धिसन्धि एकपूर्वपरयोः तत्र अनुवृत्तिः अस्ति न एकपूर्वपरयोः तस्य अनुवृत्तिः अस्ति तत् तस्मात् एकादेशसन्धि एव वदामः एकपूर्वपरयोः पूर्वस्थ द्वयोः स्थाने एकमेव आदेशः भवति यथा यण्सन्धिः अस्ति चेत् पूर्व एव इकारस्य यकारः भवति खलु अथवा उकारस्य वकारः भवति परन्तु अग्रे यः स्वरः अस्ति तत् एव तु तिष्ठति तत्र एकादेशसन्धिः न परन्तु एकपूर्वपरयोः इत्यनेन एकादेशसन्धिः भवति यथा गुणसन्धिः अस्ति यदि सवर्णदीर्घसन्धिः अस्ति तत्र अ अधिक आ अस्ति चेत् तत्र अ अधिक आ इक्वल्स् टु आकारः भवति खलु. आं परन्तु यदि प्रथमतत्पुरुषे अस्ति, अहम् इदानीं दृष्टं मया, तत्र लिखितमस्ति एकदेशवाचकाः कालवाचकेन शब्देन समासं प्राप्तवन्ति, इत्युक्ते अर्धरात्रः तथा अर्धं रात्रेः अर्धरात्रः. अस्तु, विषयान्तरम् अस्ति अहं मन्ये, इत्युक्ते भगिनी वदति सन्धिविषये, भवान् वदति समासविषये, किञ्चित् अग्रे गच्छामः, किं किम् अस्ति तत् चर्चित्वा पुनः आगमिष्यामः खलु. आदेशः इति अन्यत् विषयः अस्ति व्याकरणे खलु. आदेशः इत्युक्ते कस्य कस्मिन् एकपदस्य स्थाने अन्यस्य आदेशः भवति, तत्तु आदेशः एव. अत्र तादृशस्थितिः नास्ति. अत्र एकदेशः इत्युक्ते एकः एव ध्वनिः अस्ति, यतोहि अहम् उक्तवान् अत्र एकदेशः इत्युक्ते एकः एव ध्वनिः, अकारस्य एकः ध्वनिः, पि इति अन्यत् एव ध्वनिः. तर्हि एकदेशः सः इत्युक्ते अकारः केवलम् एकः देशः अस्ति, अकारः अपि अन्यत् देशः अस्ति, परन्तु अत्र पकारः इति एकः देशः एव. इत्युक्ते अकारस्य लोपः कुतः जातः इति तस्य प्रश्नः अस्ति. अस्तु, तत्र तु सम्यक् एव आदेशः सन्धिविषये अस्ति, वयं जानीमः. देशविषये चर्चितवन्तः, समासविषये तत् समीचीनम्. अत्र न तु सन्धिविषये अस्ति, न तु समासविषये अस्ति, अत्र भिन्नवार्ता अस्ति. वदतु महोदय. प्रश्नः अस्ति, अत्र एकादेशः नास्ति, एकदेशः एव, आकारः नास्ति, अतः भिन्नम् इति. ओके, समीचीनम्. अस्तु, अश्लेष महोदय, अन्यत् कोऽपि प्रश्नः आसीत् वा? न, नास्ति. एकदेश पुनः एकदेश इत्युक्ते एक अभिप्रायः इति वा अर्थम्? एकः एव ध्वनिः, ध्वनिः जानाति खलु, यदा उच्चारणं भवति, यदा उच्चारणं भवति, पद उच्चारणं यदा भवति, तर्हि ध्वनिः अस्ति खलु, आ एवं पि इति ध्वनिः अस्ति. अत्र ध्वनिः एकमेव, ध्वनिः एकमेव इत्युक्ते एकदेश इत्युक्ते वन् सिलेबल् इति भवितुम् अर्हति वा? आमामाम् एकः एव ध्वनिः, तत्र अकारः अन्यध्वनिः अस्ति, पि इति अन्यध्वनिः अस्ति. एकदेशः इत्युक्ते एकः एव ध्वनिः इति वदति, एकदेशः इत्युक्ते अन्यत् किमपि नास्ति. धन्यवादः. अस्तु, सम्यक्, अग्रे. तर्हि अश्लेष महोदय. आचार्य वदति, अकारलोपः जातः तस्य उपसर्गस्य, अपि उपसर्गस्य, तत्र तस्मात् अकारः गच्छति, तस्य लोपः भवति. आचार्य वदति आम्, परन्तु शिष्यः वदति केन सूत्रेण, नाम अस्माकमपि एतदेव प्रश्नमस्ति सर्वदा, केन सूत्रेण इति भवति अकारलोपः भवति इत्युक्ते. आचार्य वदति कौमुद्यां कश्चन श्लोकः उक्तः, वष्टि भागुरिरलोपम् आवयो अवाप्योरूपसर्गयोः इति. तत्र भागुरिमुनिः अव अपि इत्येतयोः उपसर्गयोः अकारस्य लोपमिच्छति इति तस्य वाक्यस्य अर्थः. अतः अपि दधाति इत्यत्र अकारलोपः भवति, अकारलोपः पिदधाति इति रूपम्. आं, सूत्रस्य आचार्य वदति कौमुदी अस्ति, तस्मिन् एकं श्लोकं ददाति, वष्टि भागुरि रलोपम् आवप्योरुपसर्गयोः. तत्र वष्टि अस्ति, तदनन्तरं पदमस्ति भागुरि, भागुरिमुनि अस्ति, रलोप् भागुरिः अल् अल् उपम् किञ्चित् सहायम् आवश्यकं तत्र. अवाप्योर् उपसर्गयोः लोपम् तत् लकारद्वयं किमर्थमस्ति उपसर्गयोः तत्र लकारद्वयं किमर्थमस्ति तत्र तोर्लि इति मन्ये ओ अस्तु भागुरिर् लोपं तत्र रकारं मन्ये विसर्ग गच्छति चेत् रकारम् आगच्छति भागुरिर् स्थाने रकारः अस्ति तत्र भागुरिः लोपम् इति मन्ये तत् तोर्लि अस्ति वा नास्ति तत् न तदनन्तरम् अवि अव अपि उपसर्गयोः अवाप्योः उपसर्गयोः अवाप्योः उपसर्गयोः तत् केवलं यणसन्धि अस्ति विसर्गसन्धि अस्ति आम् आं तर्हि धन्यवादः तर्हि भागुरी मुनिः अव अपि इति एतयोः उपसर्गयोः एतत् उपसर्गद्वयं स्तः अव एक उपसर्ग अपि एक अन्यत् एकम् उपसर्गः तर्हि द्वयोर्मध्ये अकारस्य लोपं यच्छति आम् पूर्वे अपि वयं कदाचित् पाणिनेः अपि सः वदति कोऽपि मुनि तस्य मतेन तदपि तदेव एकं मुनिः अस्ति भागुरिमुनिः तस्य सः यच्छति यदि उपसर्गः अव भवति अपि भवति चेत् तस्मात् अकारलोपं भवितुमर्हति सः इच्छति इति तस्य वाक्यस्य अर्थः अतः अपि दधाति इत्यत्र अकारलोपः भवति आम् तत्र उपसर्गः तु अपि एव परन्तु अकारः गच्छति चेत् पिदधाति इति रूपं भवति इति अस्ति अस्तु भागुरिमुनि इति कोऽपि मुनिः अस्ति सः किं वदति लोपः भवति न कोऽपि न केवलम् अकारस्य लोपः भवति अपि शब्दे अकारस्य लोपः अपि भवति अव यदा उपसर्गः भवति वष्टि भागुरिः लोपम् अव अपि रूप उपसर्गयोः इति भवति सूत्रस्य केवलम् अन्यत् किमपि नास्ति भागुरिमुनि एतादृशं वदति यदि अपि उपसर्गः स्यात् तर्हि अपि दधाति इति अभवत् परन्तु यतो तेन सूत्रेण अकारस्य लोपः जातः इति कृत्वा विदधाति इति भवति रूपम् यतोहि विदधाति इत्यत्र को धातुः धा इति धातुः दधाति इति रूपमस्ति पि इति उपसर्गः कुतः आगतः अपितः आगतः परन्तु अकारस्य लोपः खलु एतादृशम् अस्ति अस्तु कोऽपि प्रश्नः वा एतावत्पर्यन्तम् अत्र वष्टि तस्य कोऽपि अर्थमस्ति वा वष्टि हा वष्टि जानाति वा वष्टि इति इच्छति वष्टि इति इच्छति वंश धातु अस्ति तत्र प्रथम एकवचनं रूपमस्ति आमामां तथा अस्ति यथा इत्युक्ते सः हा इच्छा तथा अस्ति अथवा वक्तुम् इच्छति एतादृशं भागुरिमुनेः यत् इच्छा य इच्छा अस्ति यदि अव अपि उपसर्गस्य प्रयोगः भवति चेत् अकारस्य लोपः भवेत् तस्य इच्छा अस्ति इत्युक्ते कुतः तस्य इच्छा अस्ति इत्युक्ते भाषा तथा आसीत् खलु सः चिन्तितवान् कथं करिष्यामः इदानीं सूत्रं कृतवान् ततः अन्यत् किमपि नास्ति मुनेः इच्छा आसीत् तदनन्तरं भाषा आगतम् इति नास्ति भाषा तु आसीस्तेव आसीतेव परन्तु सूत्राणि कृतवन्तः कुतः अस्ति इत्युक्ते तेन सूत्रेण भवति इति इत्युक्ते अत्र एकमेव पदं नास्ति अन्ये अपि सन्ति यत्र अकारस्य लोपः भवति अन्यत् उदाहरणम् अद्यतनपाठे अपि दत्तमस्ति तत् पश्यामः अग्रे किं भवति अस्तु तर्हि महोदय विनोद् महोदय अग्रे शिष्य वदति अव इत्यस्य अकारलोपस्य किम् उदाहरणं शिष्य प्रश्नं पृच्छति अव उपसर्ग अस्ति परन्तु अकारलोपस्य किं भवति अव अव अपि आगतं खलु तेन सूत्रेण न तु केवलम् अपि अव इति अपि पदस्य अग्रे करोतु आचार्य वदति कुमारसम्भवे प्रथमे श्लोके कालिदासः प्रयुक्ते पूर्वापरौ तोयनीति वगाय स्थितः पृथिव्या इव मानदण्डव दण्डः इति तत्र वगाय इत्यत्य अकारलोपः आचार्य उत्तरं ददाति प्रथमश्लोके कालिदासश्लोके प्रयोगः भवति उदाहरणं पूर्वापरौ तोयनीति वगाय स्थितः पृथिव्या इव मानदण्डः अत्र अत्र कालिदासवाक्यं अकारलोप परन्तु कुत्र अकारलोपः अहं चिन्तयामि अवगाह्य महोदय अवगाह्य अन्तिम अन्तिमपद कथम् कुशलमहोदय किञ्चित् साहाय्यं करोतु पूर्वापरो तोय निधि अवगाह्य अलोप भवति वगाह्य अवगाह्य तस्य अकारः लोपः भवति समीचीनम् अवगाय तत्र या तत्र अकारलोपस्य भवति अवगाय वगाय वगाय अर्थं न जानामि अस्तु करिष्यामः नास्ति चिन्ता तत्र देवकान्तमहोदय यत् लिखितमस्ति पूर्वापरौ परौ तयोनिधिवगाय स्थितः पृथिव्या इव मानदण्डः किञ्चित् वदति वा किम् अस्ति तत् पृथ्वी इत्युक्ते भूमि एव पृथिव्या न महोदय पूर्णतया न समीचीन न अवगतम् अस्तु अस्तु तत्र उदयकुमार महोदय भवान् कुमारसम्भवश्लोकस्य विषये पृच्छति वा हा इत्युक्ते किम् अस्ति तत्र लिखितं प्रत्येकशब्दस्य अर्थं पूर्णतया न वदति चेत् अपि सम्यक् परन्तु प्रत्येक पूर्वापरौ पूर्वे नन्तरम् इति तोयन् तोयन् इति तोयन् इति अवगाह्य तोयम् इत्युक्ते मम चिन्तनं यदि वर्षा अस्ति जलेन किमपि मम तोयं भवति इति अथवा तोयम् इत्युक्ते जलम् इति अपि चिन्तयामि तोयन् इति अवगाह्य इत्युक्ते स्थितः न जानामि पूर्णतया न अवगतं अश्लेष महोदय न जानामि अस्तु भगिनी सरिता भगिनी अत्र इव इव अस्ति भवान् तत्र स्थितः मानदण्डः स्थितः इव मानदण्डः तत् अनन्तरं पूर्वापरौ तोयन्ति अवगाह्य पृथिव्या अवगाह्य पूर्वापरौ पृथिव्या अवगाह्य स्थितः तोयमिति इव मानदण्डः इति मन्ये अस्तु एकः विषयः आसीत् अस्माकं खलु तस्य नाम आसीत् अन्वयरचना स्मरन्ति वा अन्तिमपाठः आसीत् पूर्वतनपुस्तकस्य अन्वयरचना वयं चर्चितवन्तः कुत्रापि किमपि श्लोकः अथवा किमपि अस्ति चेत् तर्हि किं करणीयः प्रथमे क्रियापदं किम् अस्ति क्रियापदं क्रियापदं किम् अस्ति तत् पश्यामः तदनन्तरं कर्तृपदं किम् अस्ति तदनन्तरं प्रश्नमपि पृच्छामः किं कः करोति प्रश्नानि एतत् सर्वं पृष्ट्वा अन्वयरचना इति भविष्यति इति अत्र पूर्वापरौ तोयनिधि वगाय स्थितः पृथिव्या एव मानदण्डः इत्युक्ते तत्र किमपि नास्ति इति पृथिवीः मानदण्डः अस्ति मानदण्डः इति जानीमः खलु मानदण्डः इत्युक्ते किं मानदण्डः इत्युक्ते तदेव पृथिवीः इति प्रमाणः एव खलु प्रमाणः किम् अस्ति इत्युक्ते पृथिवीः जलं कुतः आगतः पूर्वे आसीद् वा अनन्तरम् आसीत् वा किम् अस्ति वा एतद्विषये अस्ति पुनरीत्या तु इति तत्र पठनम् इति आवश्यकमस्ति सन्दर्भः कीदृशः कालिदासस्य परन्तु तादृशमेव अस्ति अस्तु वगाह्य इति रूपमस्ति तत्र अकारस्य लोपः वगाह्य इति अकारस्य लोपः अभवत् यथा अपि ददाति नास्ति तथापि तथा तादृशम् अवगाह्य अपि नास्ति यथा पिदधाति भवति तथापि वगाह्य इति भवति अपि अस्ति अथवा अव अस्ति तत्र अकारस्य लोपः इति अस्ति अस्तु अग्रेसरामः इदानीं तर्हि देवकान्तमहोदय आम् महोदय शिष्यः वदति पिदधाति इत्यस्य रूपसिद्धिः ज्ञाता किम् अपिदधाति इत्यपि अहं प्रयोक्तुम् अर्हामि शिष्यस्य प्रश्नमस्ति किमर्थम् अकारस्य लोपः भवति तथा नास्ति महोदय प्रश्नः तथा नास्ति। सः पृच्छति किम् अप अपि धा क्षम्यता अपद अपि दधाति इति रूपं किमर्थं प्रयोक्तुम् अर्हामि इति। न न किमर्थं न किमर्थं न सः वदति पिदधाति इति रूपस्य तु इत्यस्य रूपसिद्धिः तु जाता एव। पिदधाति इति पदम् इति सिद्धम् इत्युक्ते एतादृशरूपम् अस्ति जनाः व्यवहरन्ति एतादृशं रूपम् अस्ति एव परन्तु तत्र अकारस्य लोपः जातः। अकारस्य लोपः जातः किमर्थं भागुरिमुनेः इति सूत्रमासीत् इति कृत्वा परन्तु यदि अहम् अकारस्य लोपः न करोमि तर्हि रूपं भवति अपि दधाति। तर्हि अपि दधाति इति अहं प्रयोक्तुं शक्नोमि वा तत्र शुद्धं वा अशुद्धं वा कोऽपि दोषः अस्ति वा इति सः पृच्छति खलु। किम् अपि दधाति इति अपि अहं प्रयोक्तुम् अर्हमि पिदधाति इति तु रूपसिद्धः अस्ति सम्यक् अस्ति मम कोऽपि आपत्तिः नास्ति तत्र यदि कोऽपि मुनिः उक्तवान् तादृशं रूपः भवति चेत् तादृशप्रयोगाः अपि सन्ति काव्ये साहित्ये एतादृशं सम्यक् परन्तु यदि अकारस्य लोपः अहं न कर्तुम् इष्टामि चेत् कोऽपि हानिः अस्ति वा कोऽपि दोषः अस्ति वा इति तस्य प्रश्नः अस्ति इदानीं। समीचीनं महोदय अस्तु अग्रे सरामः इदानीम् उदयकुमार महोदय। शिष्यः पिददाति इत्यस्य रूपसिद्धिः समीचीनं वा आचार्य आचार्य ओके कुमारसम्भवे प्रथमे श्लोके कालिदासः एतत् अर्हसि अर्हसि एव ओके शिष्यस्य प्रश्नः अस्ति पिददाति इत्यस्य रूपसिद्धिः जाता ज्ञाता किम् अपि ददाति इत्यस्य अहं प्रयोक्तम् अर्हामि यदि वयं जानीमः पिददाति इति क्रियापदमस्ति यदि अपि ददाति रूपेण एव प्रयुक्तम् अर्हामि वा इति शिष्यस्य प्रश्नः अस्ति। आचार्य वदति अर्हसि एव तथापि वक्तुं शक्नुमः अपि ददाति पाणिनिः एव भागुरिमतं वदति इत्यतः सिद्धं यत् भागुरिमते लोपः पाणिनिमते लोप अभावः इति इत्युक्ते तथापि वक्तुं शक्नुमः परन्तु अत्र पाणिनिः एव भागुरिमतं वदति इत्यतः सिद्धम् अन्ते भिन्नमतानि अस्ति भागुरिमते लोपः तस्य प्रयोगं नास्ति अकारस्य लोपादपि ददाति एव भवति परन्तु पाणिनिमते लोप अभावः इति यदि पाणिनि मते अधिददाति इति प्रयुक्तं प्रयोगः समीचीनम् इति पाणिनीय व्याकरणे सर्वत्रापि एषा एव सरणिः पाणिनिव्याकरणे तु सर्वत्र अत्र लोपाभावः इति एव अन्यस्य प्राचीनऋषेः मतम् उक्तं चेत् तत् पाणिनिसम्मतं सत् विकल्पेन प्रवर्तते इति सिद्ध्यति यदि पुराण अन्यप्राचीन यदि लेखनं दृश्य पश्यामः चेत् अत्र प्राचीन ऋषेः मतम् अपि पाणिनि किं मतम् अस्ति तत् तदेव सम्मतमस्ति ऋषेः अपि विकल्पेन अन्यरूपमपि भवितुम् अर्हति इति सिद्ध्यति प्राचीनप्रयोगे अपि तथा धनेन धनेन मलम्बेन धनेन अधर्मलम्बेन यच्चिद्रमपि श्रूयते विदुरनीति अत्र विदुरनीतेः तस्य उल्लेखः आचार्य करोति धनेन धर्मलब्धेन यच्चिद्रमपि दीयते इति तत्र उल्लेखेन अत्र तस्य उल्लेखेन किं प्रतिपादयति सम्यक् न जानामि इत्येव शनैः शनैः शनैः गच्छामः तत्र किं किम् अस्ति तर्हि अपि दधाति इति सम्यक् वा न वा प्रयोगं कर्तुं शक्यते वा न वा इति प्रश्नः इदानीम् आचार्य भवति आमाम् अर्हसि एव कर्तुं शक्यते पाणिनिः इत्युक्ते भागुरिमुनि अन्यत् कोऽपि आसीत् पाणिनिः प्रसिद्धः अस्ति व्याकरणशास्त्रः लिखितवान् अपि पाणिनिः एव भागुरिमतं वदति इत्यतः सिद्धं यत् भागुरिमते लोपः पाणिनिमते लोपाभावः लोपाभावः इत्युक्ते लोपः मा करोतु लोपः नास्ति चेदपि सम्यक् पाणिनिव्याकरणे इति लोपभावः इति स्वीक्रियते पाणिनिव्याकरणे सर्वत्रापि एषा एव सरणिः इत्युक्ते मार्गः पाणिनिव्याकरणस्य मार्गः अस्ति आम् भाषा तथा अस्ति चेत् सम्यक् नास्ति चिन्ता जनाः प्रयोगं कुर्वन्ति चेत् तस्य अपि लोपः कुर्वन्ति चेत् तत्र कोऽपि न चिन्ता अस्ति परन्तु पाणिनिव्याकरणे पाणिनिः प्रेरणां ददाति लोपाभावः अस्ति चेदपि सम्यक् तत्र न कोऽपि त्रुटिः अस्ति अन्यस्य प्राचीनऋषेः मतम् उक्तं चेत् तत् पाणिनिसम्मतं सत् विकल्पेन प्रवर्तते इति सिद्ध्यति इत्युक्ते प्राचीनऋषेः मतम् आसीत् एतादृशम् पाणिनिसम्मतं स्यात् कुत्रापि बहुत्र सम्मतम् इत्युक्ते पाणिनिः वदति आमामां ऋषेः उक्तं तादृशं करणीयं परन्तु कुत्र कुत्र विकल्पः अपि अस्ति विकल्पेन इत्युक्ते कुत्र कुत्र सः वदति न न तथा नास्ति अपि चेत् अपि सम्यक् अत्र पदम् अस्ति सत् कीदृशपदं महोदय सत् उदयकुमार महोदय सत् मतमुक्तं चेत् तत् पाणिनिसम्मतं सत् विकल्पेन प्रवर्तते इति सिद्ध्यति सत् सति इति मन्ये कीदृश देवकान्त महोदय अश्लेष महोदय न स्मरामि सरिता भगिनी तद् धातु प्रथमा एकवचनं उक्तमासीत् पूर्वे परं शत्रुप्रत्ययः नपुंसकलिङ्गरूपं सन् सन्ति सत् खलु अस्ति अस् धातुः अस् धातोः नपुंसकलिङ्गे प्रत्ययरूपं शत्प्रत्ययरूपं परन्तु लिङ्गं खलु पठ धातोः अस्ति शत्प्रत्ययरूपं किं पुलिङ्गे पुलिङ्गे किं पठ पठ पठ पठन् पठन्ति पठन् इति पुलिङ्गे पठन्ति इति स्त्रीलिङ्गे नपुंसकलिङ्गे पठत् पठत् पठत् अत्रापि तादृशमस्ति इत्युक्ते किमर्थं शत्रुप्रत्ययस्य प्रयोगः महोदय अत्र इदानीं जानाति वा उदयकुमार महोदय बहुत्र सः करोति एव खलु पठन् कुत्र आयाति कुत्र आयाति पठन् यदि यदि कर्मः कुर्मः शत्रुपत् कार्यद्वयं भवति एकदा कार्यद्वयं तत् तत्र भवति शत्रुप्रत्ययस्य प्रयोगः कार्यद्वयम् अत्र किम् एकस्थले सः सम्मतं द्वितीयस्थले विकल्पेन मतं नास्ति अपि विकल्पेन कार्यद्वयं सम्मतम् अस्ति अनुमितिः अनुमति सः वदति आम् कुत्र आम् वदति कुत्र न अपि वदति इति प्रवर्तते यतोहि रूपं भवति तत्र सत् सत् इति कुतः आगतः इत्युक्ते अस् धातोः शत्रुप्रत्ययः स्त्रीलिङ्गरूपम् इति भवति स्मरणे इति सरणि इति सरणिः इत्युक्ते मार्गः पाणिनिव्याकरणे सर्वत्र अपि एषा एव मार्गः पाणिनिव्याकरणे तत्र निषेधः यदि यदि पाणिनिः अन्यान् वैयाकरणान् यदि तेषाम् उच्चारणं करोति चेत् ते सर्वे सूत्राः विकल्पेन एव भवति न लोपशाकल्यस्य अस्ति अथवा दीर्घादाचार्याणाम् अस्ति ते सर्वे विकल्पेन एव भवति इत्यर्थे सत् इति अस्ति वा सर्वदा इति नास्ति सर्वदा इति इत्युक्ते प्राचीनरुचेः मतं कुत्र कुत्र पाणिनिसम्मतम् अस्ति विकल्पेन अपि सः वदति अन्यत्र विकल्पेन एव वदति सः वदति तत्तु विकल्पेन परन्तु यदि तत् सूत्रस्य प्रयोजनं न भवेत् चेत् अपि समीचीनमेव आमामामां सः वदति तादृशमेव अस्तु अग्रे अन्तिमवाक्यं किम् आसीत् तत्र पठति वा प्राचीनप्रयोगः अश्लेष सरिता भगिनी करोतु तत् एकनिमिषं प्राचीनप्रयोगेपि यथा धनेन अधर्मलब्धेन यत् छिद्रम् अपि यत् छिद्रम् अपि दीयते तत्र अपि दीयते इत्यर्थे क्लोज् औट् छिद्रं क्लोज़् औट् यत् छिद्रं क्लोज़् औट् भवेत् धनेन अधर्मलब्धेन इति विदुरनीतौ अपि वदितुं शक्यते तस्य प्रयोगः अस्ति तत्र अपि दीयते इति रूपमस्ति न पिधीयते इति रूपमस्ति छिद्रम् अपि दीयते यदि भागुरिमुनिः वदति चेत् तस्य अव अपि तत्र अकारस्य लोपः भवति चेत् अपि अत्र प्राचीनकाले तस्य प्रयोगः दृश्यते एव अपि दीयते इति एतादृशः धातुः किम् एकनिमिषः भगिनी एकनिमिषः तत्र पुनः धनेन धनेन अधर्मलब्धेन धनेन अधर्मलब्धेन तत्र सुवर्णनिर्गतं अस्ति खलु समीचीनम् अग्रे यत् इद्रं तत्र सूचित्वसन्धिः अस्ति यत् छिद्रम् अपि दीयते इत्युक्ते इत्युक्ते धनेन एवम् अधर्मलब्धेन खलु धनलब्धेन अथवा अधर्मलब्धेन यत् छिद्रम् इत्युक्ते यत् छिद्रं यत् कोऽपि यत् यत् कोऽपि अभावः अस्ति चेत् छिद्रम् इत्युक्ते कस्यचित् अभावः तत् अपि दीयते तत् तत् तत् छिद्रं पूर्णं कर्तुं शक्यते एतादृशमस्ति वा धनेन छिद्रम् अपि दीयते वा अथवा धर्मेण वा अपि दीयते तत्र तत्र विधिलिङ्गः अस्ति यत् छिद्रम् अपि दीयते सो क्लोस् औट् द छिद्र धनेन अधर्मलब्धेन न कर्तुं शक्यते इति वदति विपरीतत्वेन विपरीतत्वेन वदति तत्र तत्र पासिटिव् वाक्यं नास्ति ते नास्ति परन्तु परन्तु तत्र कर्णकारकविभक्तिः अस्ति खलु धनेन अधर्मलब्धेन सो बै मीन्स् आफ् धनं धनलब्धेन अथवा अधर्मलब्धेन एतत् एतत् छिद्रम् अपि दीयते तत् उद्घाटनमेव भवति न तु न तु पिदधाति तादृश अपिदधाति इति न भवति तत्र इति वधति न तु पिदधातु अधर्मलब्धेन अपिदीयते एव अस्ति अपिदीयते अस्ति चेत् तत्र भूतकालः नास्ति इति तत्र विधिलिङ्गलकारः अस्ति परन्तु तस्य अवर्णस्य एकादेशः न स्यात् तत्र तस्य लोपः न स्यात् अस्तु अस्तु तर्हि अत्र अकारस्य लोपः न जातः इति यत् प्रश्नः आसीत् शिष्यस्य कुत्र अकारस्य लोपः न भवति इति वदतु इति कृत्वा आचार्यः वदति आमामां विदुरनीतिः पश्यतु तत्र अकारस्य लोपः न जातः एवं पाणिनि अपि तादृशं वदति विकल्पेन वक्तुं शक्यते त्रुटिः नास्ति यदि वक्तुमिच्छति चेत् अपि उपसर्ग्य उपसर्गः नीत्वा वदति चेत् तत्र न कोऽपि न कोऽपि त्रुटिः अस्ति अस्तु अग्रे किं भवति अश्लेष महोदय आं शिष्यः वदति एतादृशः धातुः किम् अन्यः कोऽपि अस्ति आम् एतादृशः धातुः कोऽपि अन्यत् एव धातुः अस्ति यस्य यत्र उपसर्गस्य लोपः भवति तत्र तत्र आम् एतत् शिष्यस्य प्रश्नमस्ति आचार्यः वदति न जानामि मया तु अद्यावधि न दृष्टम् आचार्य वदति अहम् इदानीं न जानामि द्रष्टव्यम् अस्ति इति अहम् इदानीं तु न दृष्टम् अद्य अवधि आमामामाम् अस्तु इति अस्ति इति अस्ति तत्र गाह्य अवगाह्य वगाह्य इति अस्ति खलु तत्र प्रत्ययः कः प्रत्ययः अस्ति तत्र लेबन्त आं तत्रापि लेबन्त अस्ति एव परन्तु तत्र अहम् उपसर्गस्य किञ्चित् लोपः जातः परन्तु किञ्चित् तिष्ठति एव तर्हि तत्र लेबन्त प्रयोक्तव्यं तर्हि अस्तु अस्तु धातुः अस्ति कृ खलु आम् लेप् प्रत्ययं कृत्वा किं भवति रूपं कृत्वा भवान् क्रुधातोः कृत्वा भवति तस्य लेबन्त न भवति किं सुधातोः लबन्त न भवितुमर्हति खलु तत्र लबन्त केवलम् उपसर्ग अस्ति चेत् एव भवति अहं वदामि तत्र तत्र सम् इदानीं स्वी इति उपसर्गः अस्ति स्वीकृत्य स्वीकृत्य लवन्त इति नास्ति क्त्वा इति प्रत्ययः भवति खलु तत्र कृत्वा कृ उपसर्गः अस्ति चेत् केवलं ल्यप् इति भवति तर्हि भवति स्वीकृत्य इति रूपं खलु प्रक्षालयति इति भवति रूपं लवन्तरूपं भवति प्रक्षाल्य धातुः अस्ति भू लवन्त सम् इति कृत्वा भवति सम्भूय धातुः अस्ति चल् ल्यप् प्रत्ययः भवति एवं प्र इति उपसर्गः अस्ति चेत् प्रचल्य पठ् इति धातुः अस्ति सम् इति उपसर्गः अस्ति चेत् सम्पठ्य इति भवति पत् इति धातुः अस्ति नि इति उपसर्गः अस्ति चेत् निपत्य इति रूपं धातुः अस्ति पा ल्यप्रत्ययः अस्ति नि उपसर्गः अस्ति किं भवति रूपं धातुः अस्ति पा पीत्वा निपि निपि इकारः भवति इकारः निपित्य निपीय न तकारः नास्ति निपीय निपीय खलु निपीय तथा आनीय अपि भवति खलु आनीय हा हा तादृशं सन्ति खलु धातुः अस्ति चुर् चोरयति यथा भवति चुर् ल्यप्रत्ययः सम् इति किं भवति अचोरय संचोर्य इति भवति अस्तु इदानीं करिष्यामः ल्यूट् प्रत्ययः खलु ल्यूट् सर्वे ल्यूट् जानन्ति वा ल्यूट् प्रत्ययः पठनं सरिता भगिनी हा वदतु महोदय ल्युडन्तमस्ति चेत् तत्र भावः भवति नपुंसके एव भवति पठ पठनं पठनं सम्यक् करणं समनं सम्यक् सम्यक् सम्यक् सम्यक् अस्तु अस्तु अस्तु इदानीं समीचीनं समीचीनम् एतत् सर्वं सम्यक् पिदधाति ल्युट् प्रत्ययस्य रूपं वदतु पिधानं अच्छा सर्वे वदन्तु एकमेकं शृण्मः किं किम् अस्ति शी शयनं स्था स्थानम् पापानं दादानं क्रीड् क्रीडनं धाव धावनं पच् पचनं कृ करणं श्रुश्रवणं दृश् दर्शनं भूभवनं कुप् कोपनं खलु लिख् लेखनं किं भवति पिधानम् इति मन्ये धाधानं वदतु आं धाधानं तर्हि अपि अपिधानम् अत्र अकारस्य लोपः भवति खलु पिधानं तु एव शब्दः अस्ति कास्मोलजि मध्ये सम्यक् सम्यक् पिधानमेव पिधानमेव हा के भवन्ति पिदधानमिति दकारः दकारः नास्ति तत्र केवलं पिधानम् इति भवति खलु अस्तु समीचीनं तर्हि केवलम् अन्ततो गत्वा एकः सम्यक् रीत्या न कृतवन्तः इत्युक्ते तत्र कालिदासवाक्यमासीत् खलु व्याकरणविषयः नास्ति कीदृशम् इति अस्ति पूर्वापरौ तयोनिधिवगाय स्थितः पृथिव्या इव मानदण्डः इत्युक्ते तत्र कुमारसम्भवे तत्र चर्चा भवति हिमालयः कीदृशः इति कृत्वा भवान् तत्र अस्ति अस्तु अस्तु उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः पूर्वापरौ तोयनिधिविगाय स्थितपृथिव्याः इव मानदण्डः इत्युक्ते सः सम्यक् तत्र एव सः वदति तत्र हिमालयः कुतः कीदृशः अस्ति पर्वतः किं करोति तर्हि हिमालयः इत्युक्ते पर्वतः अस्ति खलु यदि पर्वतः एवं पश्यामः एवं कोऽपि दण्डः इति पश्यामः दण्डः इत्युक्ते वैन् मशीन् इति पश्यामः चेत् हिमालयः कीदृशः स्थितः अस्ति पर्वतः मानदण्डरूपेण इति वदति किं करोति तत्र जलं यत् अस्ति जलमपि हिमरूपेण तत्र सन्ति इत्युक्ते कदा शीतकाले उष्णकाले तत्र यत् हिमम् अस्ति तत् जलरूपेण परिवर्तनं भवति खलु हिमालयः कुत्र अस्ति पूर्वे अपि अस्ति परौ अपि अस्ति इत्युक्ते उत्तरे अपि अस्ति दक्षिणे अपि अस्ति पूर्वापरौ तयोनिधिः इत्युक्ते जलं तु तत्र अस्ति एव जलम् अस्ति एव स्थितः अस्ति अवगाह्य स्थितः अपि अस्ति तत्र कीदृशस्थितः अस्ति एवं किं करोति पृथिव्या इव मानदण्डः करोति तत्र इति तत्र किञ्चित् कानिचन पुस्तक केषु पुस्तकेषु तत्र विगाह्य इति दत्तमस्ति तत् तत् समीचीनं नास्ति खलु अवगाह्य अस्ति चेत् तत्र वगाह्य एव रूपं समीचीनं केषुचित् पुस्तकेषु तस्य विगाह्य इति रूपं दत्तमस्ति विगाय समीचीनं नास्ति तत्र वगाय एव समीचीनं लेवन्त इति रूपम् अस्ति इति यतोहि लेवन्तरूपेण कानिचन उदाहरणानि वयं दद्मः अद्यतनविषये अद्यतनपाठे इत्युक्ते किं भवति इलं प्रत्ययः अस्ति चेत् उपसर्गः स्यात् रूपं किञ्चित् भिन्नं भवति तत्र देवकान्तमहोदयेन अपि कुमारसम्भवस्य कोऽपि प्रोजेक्ट् कृतम् इति मन्ये भवान् तथा एव अस्ति वा असम्भवं नास्ति महोदय भगिनि अन्यत् अन्यत् अन्यत् न स्मरणीयं परन्तु कालिदासस्य एव रघुवंशमस्ति हा रघुवंशम् आमां रघुवंशमेव अस्तु सम्यक् अस्तु समयः जातः अन्य कोऽपि प्रश्नः अस्ति वा अद्य अस्तु समयः नास्ति अन्य कोऽपि प्रश्नः नास्ति चेत् अत्र विरमामः आगामिसप्ताहे मिलामः अस्तु नमस्कारः धन्यवादः धन्यवादः धन्यवादः महोदय